नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। गतवर्गे आत्मनेपदानां रूपाणि दृष्टवन्तः। तत्र तृतीयबिन्दुः अपि च चतुर्थः बिन्दुः गृहकार्यं रूपेण करणीया आसीत्। अद्य तयोः बिन्दोः चर्चां कुर्मः। आदौ यथा प्रकारः ध्येयमन्त विशालाक्षी भगिनी अहम् अत्र भाजयामि। मम प्रस्तुतिः दृश्यते किम्? न दृश्यते किम्? न एकनिमिष इदानीं दृश्यते। हा इदानीं दृश्यते। वद पृष्ठ छन्द। अन्योधनं प्रेत्य गतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः। धन्यवादः भगिनी। अत्र क्रियापदानि के सन्ति? एकनिमिषः। क्रियापदानि के सन्ति? क्रियापदानि अत्र अन्वयः अस्ति, पश्यतु। अन्वयम् अन्वयः अस्ति, एकवारं पठतु। अन्वयः प्रेतगतस्य धनम् अन्यः भुङ्क्ते, प्रेतगतस्य शरीरधातून् वयांसि च अग्निः च भुङ्क्ते, वयांसि च अग्निः च भुङ्क्ते, अयं पुण्येन पापेन च द्वाभ्यां सह वेष्ट्यमानः अमुत्र गच्छति। इदानीम् अस्माकं कृते कार्यं किमस्ति? क्रियापदानि के सन्ति इति द्रष्टव्यम्। क्रियापदानि के सन्ति? पुङ्क्ते, उत्तमम्, अपि च पुङ्क्ते अगेन् उत्तमम्, अयं पुण्येन पापेन, गच्छति। उत्तमम्। इदानीं गच्छति कीदृशं क्रियापदमस्ति? आत्मनेपदी अस्ति वा परस्मैपदी अस्ति वा? वन् मिनिट्। परस्मैपदी। उत्तमं। भुङ्क्ते? भुङ्क्ते इस् आत्मनेप अल्ल भुङ्क्ते परस् हा आत्मनेपदी। उत्तमम्। उत्तमं। धन्यवादः भगिनी। धन्यवादः। धन्यवादः। धन्यवादः। अस्तु, भवती गृहकार्यं कृतवती किम्? हा कृतवती। आं भगिनि। उत्तमम्। उत्तमं। भवती एव आरम्भं करोतु, पश्यामः। पठतु तत्र। एकोनपञ्चाशत् पुटम् अस्ति तत्र। 49. एकोनपञ्चाशत् तमं पुटम्। सो यु वाण्ट् मी टु टेल् वाट् ऐ हेव् रिटन्? आदौ प्रश्नं पठतु। आदौ प्रश्नं पठतु। एतेषु वाक्येषु परस्मैपदी क्रियापदानि प्रयुक्तानि सन्ति, तस्मानार्थकानि तत्समानार्थकानि आत्मनेपदी क्रियापदानि कोष्टके दत्तानि सन्ति। ततः उचितं क्रियापदं चित्वा रिक्तस्थाने लिखत। उत्तमम्. हा, आङ्ग्लभाषायां वदतु, किं करणीयं, किं करणीयं? All, in these sentences, all Parasmaipadi verbs are there. Give the same meaning. The same meaning is given in the bracket. According to that, put fill in the blanks with samanartha. Samanarthaka, yes. Same meaning. Same. That is what I told. What is it called in nursing? Antonyms. Koshtake. Synonyms. No. In English, what? Synonyms. Yeah. Koshtake means in the brackets there, in that black part. Okay. And now I want to tell you, I have done that, but first two I made a mistake. Chinta nasti. Udaharana. Vayam udaharana. वयं भारत मातरं प्रणमामः वन्दामहे. वयं भारत मातरं वन्दामहे भारत मातरं प्रणमाम वन्द अल भारत मातरं वन्दामहे. उत्तमम्. अर्थं वदतु. दे सल्यूट् भारत माता. वयम् अस्ति, दे अस्ति किं? वयम् इस् अहम् आवां वयम्. देनो अहम् अहम् आवाम्. ऐ यु यु आल् ऐ नैव ऐ ऐ वि बोत् वि आल् ऐ वि बोत् वि बोत् वि आल् वयं वि अच्छा. ओके अच्छा. धातुः कः इति जानाति किम्? धातुः कः? वन्द वन्द. वन्द न वदनीयं, वन्द वन्द तत्र वन्द वन्द. उत्तमं भगिनी, अग्रिमं करोतु. ईश्वरः भक्तान् कष्टात् रक्षति. ऐ हेड् रिटन् ईश्वरः भक्तान् कष्टात् मन्यध्वे, बट् इट् आफ्टर् रैटिङ्ग् एव्रिथिङ्ग् that is not correct. I came to know it is trayate. Trayate is the meaning of rakshati. Yeah. Satyam. So, Ishwarah bhaktan kashtat trayate. Uttama. Artham vadatu. God always protects his devotees during difficulties. Rather than during difficulties, from difficulties. Kashtat. From difficulties. Panchami vibhakti hi asti. अच्छा. धातु त्रायते, त्रायते इति क्रियापदस्य धातुः कः? नो, ऐ डोण्ट् नो देट्. कोऽपि जानाति किम्? द्वौ विजयौ वा कविता भगिनी? नैव. कविता भगिनी जानाति किम्? नो ऐडिया. कविता भगिनी जानाति किं? विजयकुमार् महोदय. त्रै अस्ति, त्रै त्रै त्रै त्र एण्ड् वित् एन् ऐ, त्रै त्रै त्र वित् एन् ऐ ऐ मात्र. अपि च रक्षति भगिनी, विशालाक्षी भगिनी वदतु, रक्षति इति पदस्य रक्ष. उत्तमं. प्रणमामः तत्र धातुः कः? प्रणम्. नैव. नो, कविता भगिनी वदतु. नैव. कविता भगिनी अथवा नैव. प्र इति उपसर्गः अस्ति, नम् इति धातुः अस्ति. प्र इति उपसर्गः अस्ति, नम् इति धातुः. तत्र नमति भवति, परन्तु प्र अस्ति. प्र अत्र रेफः अस्ति, रेफस्य कारणेन तत्र ण भवति, णत्वम् इति वदामः, णत्वं प्रणमामः इति भवति, इति भवति, क्षम्यताम्. अस्तु भगिनी, धन्यवादः. विजयकुमार्, विजयकुमार् महोदय, विजयकुमार् महोदय. हां भगिनि, विच् वन्? थर्ड् वन्. यूयं किं चिन्तयत? यूयं किं मन्यद्वे? उत्तमम्. That is to think. Yuyam is you all. Think. Kim asti tatra? Kim tu? What? You all what thinking? So what do you all think? Oh. Okay. अस्तु, चिन्तयत्थ तत्र धातुः कः? कविता भगिनी उक्तवती. चिन्त् वितः लन्तम् अड्डयन्ट्. मन्यध्वे तत्र धातुः कः? मन्यध्वे इस् मन् मन् देन् द्वे मन् नो मन् मन् मन् मन् तावदेव. मन् मन् इति दट् मीन्स् टु थिङ्क्. बोत् चिन्त् अण्ड् मन् मीन्स् टु थिङ्क् ओन्लि. ओके ओके. अग्रिमं करोतु. तौ आकाशं पश्यतः. तौ आकाशं वीक्षते. टु सी. हा, वीक्षते अस्ति वा वीक्षेते अस्ति वा? वीक्षते अस्ति वा वीक्षेते अस्ति वा? वीक्षेते. त्वम् आकाशे वीक्षेते. ओके. हा, किं किमर्थं वीक्षेते अस्ति, वीक्षते नास्ति? वीक्षेते किमर्थमस्ति? सत्यं, परन्तु रूपं वीक्षेते किमर्थमस्ति? आत्मनेपदी वीक्षते तत्तु सत्यं, परन्तु वीक्षते अपि भवितुम् अर्हति किल. इट् इस् पासिबल् देट् इट् इस् वीक्षते, बट् वि आर् सीङ्ग् वीक्षेते. किमर्थं किमर्थं द्विवचनं? उत्तमम् उत्तमं महोदय, उत्तमम्. अत्र पश्यतः इति पदस्य धातुः कः? पश्य. नैव. दृश् अस्ति. सर्वे एवमेव कुर्वन्ति. सर्वे आदौ दृश् इति न स्मरामः. अस्तु, वीक्षेते तस्य पदस्य धातुः कः? वीक्षेते. टु सी. वीक्षते. नैव नैव. वि इति उपसर्गः अस्ति. वि इति उपसर्गः अस्ति. ईक्ष इति धातुः. ओके. ईक्ष वि इति उपसर्गः. ईक्ष इति धातुः. ओके ओके. अग्रिमं करोतु. युवां सत्यं वरतः. युवां सत्यं. एकनिमिषः एकनिमिषः. भवन्तः दृष्टवन्तः वना वा न जाने, परन्तु तत्र दोषः अस्ति. युवाम् अस्ति. युवाम् अस्ति चेत् रूपं तु वदतः भवति, न तु वदतः. अल्पप्राणः नास्ति. वदतः महाप्राण. युवां सत्यं वदतः. युवां सत्यं भाषते. भाषते. भाषते ते अस्ति वा भाषेते अस्ति वा? यु बोत् युवाम् इस् यु भाषते. भाषेति. टु स्पीक्. परन्तु रूपं तु भाषेते अस्ति. तत्तु स्मरणीयम्. ओके. भाषेते. वदतः. वदथः इति पदस्य धातुः कः? वद्। वद् उत्तमं। भाषेथे इति पदस्य धातुः कः? भाष। भाष्, भाष्। धन्यवादः महोदय, उत्तमम्। कविता भगिनी करोतु। आं भगिनि, आं भगिनि। बालिकाः चित्रं दृष्ट्वा तुष्यन्ति। बालिकाः चित्रं दृष्ट्वा मोदन्ते। उत्तमम्, अर्थं वदतु। बालिका, द गर्ल, गर्ल चिल्ड्रन् तुष्यन्ति, आर् हेपी बै सीयिङ्ग् द चित्रं, पिक्चर्। उत्तमं, मोदन्ति। तुष्यन्ति इति पदस्य धातुः कः? तुष्, तुष्, तुष्। मोदन्ते इति पदस्य, मोदन्ते इति पदस्य नैव, मुद् अस्ति, मुद्, मुद् अस्ति, मुद्, मुद्, मुद्, मुद् अस्ति, मुद्। तत्र तत्र गुणः भवति। अस्तु, अग्रिमं करोतु। अहम्, अहं देवं प्रणमामि। अहम्, अहं देवं वन्दे। उत्तमं, प्रणमामि इति अर्थं वदतु। ऐ प्रे टु द गाड्, प्रणमामि, नमस्कार, वन्दे सेम्। प्रणमामि इति पदस्य धातुः कः? इदानीम् उक्तवती अहं प्रणम्, न न नम, नम, नम, प्र इति उपसर्गः, नम इति धातुः, धातु। वन्दे, वन्दे, वन्द, वन्द। अग्रिमं करोतु। वयं विश्व, वयं विश्वशान्तिम् इच्छामः। वयम्, अहम्, आवां, वयं, वि आल्, वि आल्, वि आल् प्ले, प्रे फार् वर्ल्ड् पीस्। सो प्रे किमर्थम्? इच्छामः। अच्छा, इच्छा, इच्छामः, डिज़ायर्, डिज़ायर्, डिज़ायर्। वयं विश्वशान्तिं कामयामहे। उत्तमं, कामया, अर्थं वदतु। वि आल्, वि आल्, वि आल् डिज़ायर् वर्ल्ड् पीस्। उत्तमम्। इच्छामः इति पदस्य धातुः कः? इच्, इच्, इच्छति, इच्, इश्, इश्, ष अस्ति, इश्, शकार, हा, मूर्धन्यशकारः, शकारः। अस्तु, इश्, कामयामहे, महे, कामयामहे इति पदस्य धातु, कम् अस्ति, कम् अस्ति, अहमपि तथैव चिन्तितवती, कम् अस्ति, कम् अस्ति। अस्तु, अग्रे भगिनी, और् भगिनी, कम् काम, कामयामहे इस् आत्मनेपदी, so this parasnapadi will be kamayati, kamti. No, no, actually it is not an ubhayapadi. Achha. It is not an ubhayapadi dhatu. Achha, achha, achha, achha. Parasna, atmanepadi eva asti. Tari atmanepadi, those which are atmanepadi are only atmanepadi. Those which are parasmaipadi, only parasmaipadi. And then if they can be, if they can be both, then they are called ubhayapadi. तर्हि तत्र तु कामते एव अस्ति, तत्र कम् कामति नास्ति इति अहं मन्ये, पुनरेकवारम् अहं पश्यामि। अस्तु, धन्यवादः भगिनि, उत्तमं। विजय थङ्की महोदय, करोतु। आं भगिनि, ते मार्गे सन्ति, ते मार्गे वर्तन्ते। उत्तमम्, अर्थं वदतु। दे मार्गे सन्ति, they are on the road or they are on the way, either of the two. Okay, they are on the road. Idan, idan santi iti padasya dhatuh kaha? अस् अस् वर्तन्ते वर्तन्ते नो ऐडिया वृत् वृत् अस्ति वृत् वृत् व तत्र ऋकारः अस्ति वृत् वृत् बिकम्स् वर् बिकास् आफ़् द गुणसन्धि अस्तु अग्रे त्वं किं प्राप्नोषि त्वं कीर्तिं लभसे उत्तमम् अर्थं वदतु यु बिकम् फेमस् उत्तमम् एक्चुलि बिकम् ओवर् हियर् द बिकम् बिकम् इट्स् नाट् एस् बिकम् मीनिङ्ग् यु केन् से इस् बिकम् बट् यु रीच् फेम् कीर्तिं प्राप्नोषि हा कीर्तिं प्राप्नो इट् इस् नाट् आशीर्वाद् इट् इस् एक्चुलि यु ओब्टेन् फेम् यु ओब्टेन् यु रीच् यु गेट् ओके देट् वे अस्तु इदानीं प्राप्नोषि इति पदस्य धातुः जानाति किम् ऐ थिङ्क् प्रा इस् द प्रिफिक्स् एण्ड् आप्नो उत्तमम् लेकिन् आप् इति धातुः प्र इति उपसर्गः आप् आप्ने आप् ठीक् कः लभसे इति पदस्य धातुः कः लभ् लभ् उत्तमम् इदानीम् अग्रिमं भवान् एव करोतु प्रथमं वाक्यम् अवधानेन पठत द्वितीयवाक्यस्य कर्तृपदं दृष्ट्वा वाक्यानि परिवर्तयत अर्थं वदतु अवधानेन पठत read the first sentence carefully and dviti vakyasya kartrupadam drushta vakyani parivartanam kartrupada what does it mean kartrupadam kartrupadam is the doer karta karta kaha iti drishva tatra parivartanam karaniyam okay So, you have to see the pronoun or the noun and accordingly you have to change the verb. Okay. Drishtva. Drishtva ki drisham padam mahode? Drishtva. I forgot that but... विशालाक्षी भगिनी वदतु सहायं करोतु दृष्ट्वा कीदृशं पदम् आफ्टर् सीइंग दैट इज क्रियापदम् नो नो क्रियापदम् नैव नैव क्रियापदम् दृष्ट्वा दृष्ट्वा नो नैव नैव नैव दृष्ट्वा तत्र प्रत्ययः त्वा प्रत्ययः उत्तमं महोदय ओ प्रत्ययः ओके ओके त्वा प्रत्ययः अस्तु महोदय अवधानेन तत्र विभक्तिः का तृतीया उत्तमम् अग्रिमं करोतु अग्रे पठतु उदाहरणम् अपि सर्वे विजयं कामयन्ते अहं विजयं कामये यूयं नितरां मोदते अर्थं वदतु तत्र तत्र अर्थं वदतु आदौ ओके एव्रीवन् डिज़ायर्स् विक्टरी ऐ डिज़ायर् विक्टरी कामयन्ते इति पदस्य कामये कामये कामयन्ते कामये इति पद पदयोः धातुः कः नो ऐडिया आहा इदानीं कृतवन्तः कविता भगिनी वदतु is kam kam kam kam uttama kam okay agrimam karotu vijay kumar vijay tanki mahode yum nitaram modadve तौ नितरां मोदेते मोदे मोदे मोदेते मोदेते उत्तम अर्थं वदतु अपि च धातुः कः इति वदतु यूयं नितरां मोदध्वे यु आर् मोदध्वे वट् इस् मीन् बै इट् मोदध्वे Happy? What is modete? What is modete? Happy. Happy. Dhatu why is it modete? Why is it not te? Why is it not te? Vadatu Vijay Sankhi Mahode? It is Pratham Purush. Nivaranam karat. Te, ete, ente. So, tau means Pratham Purush Dvivachan. So, it will become modete. Te, ete, ante. अच्छा ओके ओके ओके अवगतं किल अवगतं किल या या या ओके या धातुः कः महोदय मोदेते इति क्रियापदस्य मोद मोद मोद ओके मोद धन्यवादः महोदय धन्यवादः अस्तु विजयकुमार महोदय करोतु आं भगिनि यूयम् अच्छा दुर्योधनः आचार्यम् उपसङ्गच्छते त्वं आचार्यम् उपसङ्गच्छसे उत्तमम् अर्थं वदतु यु आचार्य near you go to nearer to the teacher uttamam so first one says Duryodhana goes near the teacher and in the second one we are saying you go near the teacher you okay ha upasangachate gachha upasangachate tatra dhatuh kah padat gachha gam gam oh achha. upa yeah there are two upasargas observe okay upa okay. and upa. sam sam upa and sam upa oh. apicha sam iti upasargau gam iti dhatu okay uttam agrimam karutu etah samskritena bhashante yum यूयं संस्कृतेन भाषद्वे उत्तमं तत्र यु आल् यु आल् ओके ओके टेल् मी इस् राइट् न न वदतु वदतु सत्यं सम्यक् अस्ति यु आल् इदानीं यु आल् रीड् संस्कृत स्पीक् स्पीक् हा स्पीक् भाषते स्पीक् धातुः कः उत्तमं तत्र संस्कृतेन इति पदस्य विभक्तिः का संस्कृतेन तृतीया विभक्ति एकवचनं उत्तमम् अग्रिमं करोतु बालाः स्पर्धन्ते स्पर्धन्ते स्पर्धन्ते इट् विल् कम् टु भवन्तौ स्पर्धते स्पर्धेते ओ स्पर्धेते स्पर्धेते ओके वाट् इस् द मीनिङ्ग् आफ् स्पर्धेते इट् इस् नाट् स्प्र इट् इस् नाट् स्प्र compete with each other and over here bhavantau spardhete you all both or sorry compete. They both compete with each other. Okay. अग्रिमं करोतु. के युद्धात् पालयन्ते पलायन्ते पलायन्ते महोदय किमर्थं किमर्थं सम्यक् उच्चारणं करणीयम् इत्युक्ते बिकास् इफ् यु से पाल देन् इट् बिकम्स् लुकिङ्ग् आफ्टर् नरेशन् पलायन्ते देन् इट् बिकम् रनिङ्ग् अवे That is why you have to do the correct. Okay. Ke yudhyat palayante. Yudhat. Yudhat. Yudhat. Yanas. Palayante. Kau yudhat palayate. Pala. Palayate. Haan, palayate. Palayate. Tatra. Dvivachane. धातुः कः धन्यवादः धन्यवादः कविता भगिनी करोतु आं भगिनि वयं धर्मरक्षा रक्षणाम् अपेक्षामहे आवां धर्मरक्षणाम् अपेक्षा वहे उत्तमं धर्मरक्षणम् अस्ति नाम नास्ति नम् अस्ति अच्छा धर्म अर्थं वदतु वयम् अहं वयं वि आल् अपेक्षा कर् वि आल् प्रे फार् अपेक्षा वि आल् एण्टिसिपेट् धर्म रक्षा We all expect. Expect, achha. Expect. Avam. Aham avam. Avam. You both. Oh, sorry, we both. You. We both. Haan, we both. Haan, we both. Both. We both anticipate dharma raksha. Dharma raksha. Righteousness. Righteousness. Protection of righteousness. Dharma rakshanam is protection of righteousness. Tatra... तत्र धातुः कः भगिनि अपेक्षा अपेक्षा अप इति उपसर्गः उपसर्गः ईक्षति धातुः अ एण्ड् ई बिकम् ए दट्स् वै बिकम्स् अपेक्षा अग्रिमं सः चमुं वीक्षते What is Chamum? Chamum is that war, in the war they do the army organization, no? So Chamum. Achha, achha. In the first chapter. Achha, achha. Achha, achha, achha. Yuvam Chamum Vikshethe. Vikshethe, Vikshethe. Sa, Sa Chamum Vikshethe. Sa means he sees the Yeah, or overlooks Uttama. Overlooks the pattern. The army. Okay. The army organization. Army. You warm. They both. You both. Haan. See the you army both. Organization. Uttama. Agrippa. Vams Syandane Virajase. You sit on the feet. Te yeah, you can say... You can say sit also, but actually sit would have been upavishati. So, you're grandly, shobhate. Achha, achha. Raja jese bette na vese. You're sitting grandly that way. So, you look grand in that way. Not look as in look, but virajate means that. You're sitting, but you're in that position. So, you're sitting achha. Grandly, you can say that. Te sayandane... स्यन्दने विराजन्ते उत्तमं उत्तमं विराजसे अपि च विराजन्ते तयोः धातुः कः विराज विराज वि इति उपसर्ग एवं उपसर्ग राज इति धातुः अच्छा धन्यवादः भगिनि उत्तमं उभयपदे अस्ति राज उभयपदी अस्ति राज् राज् अस्तु विशालाक्षी भगिनी विशालाक्षी भगिनी यस् यस् Now, I did this on just by fluke. I don't know why I have written it correctly. Chantana. Kshatriyaha yuddham labhate. Bhavantaha yuddham labhante. But I don't know why. I don't know how, what we have to do here. That is why. I just wrote and then I looked behind and copied. The three of them I got right, that's all. Astu. All the others were wrong. Yeah. Astu. Now, Ekanimisha. Vijay Thanki Mahode, Kinchit Nivaranam Karotu. Katham Karani Namiti. Katham Karani Namiti. Vadatu. विशालाक्षी भगिन्याः प्रश्नं निवारणं करोतु लभते लभन्ते इति शी इज़ राइट बट् वाट् शी सेज् इस् दट् शी डज़न्ट् नो वै शी हेज़् पुट् लभन्ते एण्ड् आफ् आल् दट् शी हेज़् डन् शी हेज़् गाट् ओन्ली थ्री राइट् सो जस्ट् एक्स्प्लेन् टु हर् वै इट् इस् लभन्ते एण्ड् नाट् लभद्वे और् लभामहे explain to her that labhantah bhavantah is a pratham purush bahuvachan so it will become labhante not labha labhadve labhamahe avagatam kim bhagini dhanyavadah mohode avagatam kim vishalakshi bhagini so what you have to basically I will have to now Okay, I'll tell you. Yeah. On page number 48, we have the forms, right? Yeah. We have the forms, edhate, edhete, edhante, edhase, edhete, edhadve, edhe, edhavahe, edhamahe. What you are missing over here is that when you say edhate, then only one pronoun can be used over there. Only saha can be used, ta can be used, tat can be used, or bhavan or bhavati can be used. So it is ekavachanam, prathama purushaha. And accordingly, you have to have ekavachanam, prathama purushaha. Because he does, she does, they do. Okay? Because the minute you say, we do, we, then it becomes vayam. And when you have vayam, then you have to take, accordingly you have to take the uttama purusha, because vayam is uttama purusha, we have learned that. Vayam is uttama purusha. So uttama purusha, bahuvachanam, is what you will take for the kriyapadam. Correct? So over here, okay, I will, in this, let us do it, there's no problem. It is not a problem. Kshatriha yuddham labhate. Okay? Kshatriyam yuddha, kshatriyaha yuddham labhati. So kshatriyaha, what is the vachanam? Eka vachanam, no? Eka vachanam. Which is a purushaha over here? Which is a purusha, not for kshatriya, but if he does the work, then the kriyapadam which will be used? Can we say kshatriyaha edhante? We cannot. Why? Because edhante is plural. We have to take singular. Yeah, labhate. Okay. And so kshatriya, and what is prathama purusha, madhyama purusha and uttama purusha? Uttama purusha is I, we both, avam and vayam, we. Only those will come. That is exactly what I don't know actually. I'm telling you. That is what I don't know, yeah. So uttama purusha is only when I, both of us, and we all come. Okay? Madhyama purusha is you both, and you all. Okay? Everything else is prathama purusha. Everything else is prathama purusha. Okay? So, uttama purusha is I, we both, and we all. Always. Because it is of the asmat shabda. Madhyama purusha is you, always tvam you tvam yuvam yuyam always madhyama purusha however everything else is prathama purusha so over here kshatriyah will it come under madhyama purusha and uttama purushah it is not tvam it is not yuvam it is not yuyam it is not aham it is not avam it is not vayam so it will come under prathama purusha okay correct and when it comes under prathama purusha then it is very simple because then you have to see only the vachana because kriya padani tatra linga bhedah nasti there is no gender differentiation in the kriya padam that is how you have to do it okay we'll do it along so that you understand it is very important that everybody understand so now you know why you have put labhante because bhavantah is the plural form of bhavat shabdah there is you don't have to bother about the gender over here and then you put labhante astu agrimam karot okay te mahim bhunjate what is mahim mahim is actually earth earth so over here you have to take it as mud mrit bhunjate because bhunjate is bhunjate is to eat bhunjate eat ha yeah eat. That's why mahim what it is I didn't know acha mahim is ha children eat mud no like that ha then tvam tam tite is de is it yes yeah so and tvam is you yeah so you so over here it त्वं भुञ्ज भुञ्जन्ते मीन्स् भुञ्जते ओके हियर् इट् इस् अ लिटिल् बिट् डिफ़्रेण्ट् इट् इस् भुञ्जे ओके हियर् इट् इस् अ लिटिल् डिफ़्रेण्ट् लीव् दिस् ओन्लि भुञ्जे ओन्लि भुञ्जे या या बिकास् हियर् इट् इस् अ लिटिल् द फुल् वाट् यु काल् the full pattern is a little bit different so leave it do the next one I'll send the forms of bhuj of bhuj dhatu bhuj it is dhatu is bhuj there are some different rules for this okay kaha vishayan upasevate which subject kaha What? Vishayan upasevate. Yeah. Subject doesn't mean subject over here. Vishaya is those things which tempt us. Okay? Which tempt us. Achcha. So upasevate okay. is to enjoy that. Upasevate is to enjoy that. So, kaha vishayan upasevate. Tau. Tau means... You both, na? They both. They both. Now tell me, they both will come under which Purusha? They both will come under Madhyama Purusha, no? Why? Upasevete. Upasevete is correct. The answer is correct. Yeah. But Tatra... Prathama Purusha. Prathama Purusha. Why? Because it is neither tvam, neither yuvam, neither yuyam, neither aham, neither avam, neither vayam. So it is Prathama Purusha. That's how you keep on practicing. Then automatically you will come. But then, te, tau and all is not correct then. Te, tau, something is there. It's correct. Te, tau, saha, tau, te. Okay? So, saha tau te. So, tau is they both. They both. Chinta nasti. With practice, it will come. Sarve. तौ विषयान् उपसेवेते, करेक्ट्? अस्तु अस्तु. धातुः कः? सेव् उप इति. हा उत्तमम्. उप इति उपसर्गः, सेव् इति धातु उपसर्गः. या अग्रिमं करोतु. सर्वे भगवतः मार्गम् अनुवर्तन्ते. All anuvartante means follow. Yes, uttamam. All follow the path of God. Vayam vayam bhagavatah margam anuvartete. Kimartham वयं वयं वयं पुरुषः कः? वयम् इति शब्दस्य पुरुषः कः? वयम् इस् नो यु वयम् इस् दे बोत् नो किमर्थम् आर् यु बोत् वि बोत् विस्मृतवती. हा वयम् अहम् आवां वयं वि आल् वि आल् वि उत्तमपुरुषः वि आल् वयम् उत्तमपुरुषः. इस् इट् प्लूरल् आर् सिङ्गुलर्? वचनं किं? वचनम् इस् इट् इस् बहुवचनं. बहुवचनं तु बहुवचनम् उत्तमपुरुषः. वाट् इस् द फार्म् ओवर् दे? बहुवचनम् उत्तमपुरुषः. वाट् इस् द फार्म्? लुक् एट् द 48, पेज् नम्बर् 48. बहुवचनम् अनुवर्तमहेन अनुवर्तामहे अनुवर्तामहे. चिन्ता नास्ति, अभ्यासेन आगच्छति. अस्तु, इदानीं विभक्तिवल्लरीं प्रति गच्छामः. तत्र पुटसङ्ख्या अस्ति 18. अष्टादशपुटम् उद्घाटयन्तु. विभक्तिवल्लर्याः 18, पेज् नम्बर् 18. ओके, वन्दं. कविता भगिनी आरम्भं करोतु. अस्ति किल सर्वेषां कृते? सर्वेषां कृते पुरतः अस्ति किल पुस्तकं विभक्तिवल्लरी इति? आम् आम् भगिनि, पठतु भगिनि. धन्यवादः लक्ष्मी भगिनि, पठतु. तृतीया क्रियाया यत् साधनं भवति. क्रियायां क्रियायां डोट् क्रियायां यत् साधनं भवति तस्य तृतीया विभक्ति भवति. विभक्तिः भवति. वदतु अर्थं वदतु. क्रियानां क्रियापद क्रियानां doer nahi work what is the kriya naam english action kriya yam over here action. Action in the action sadhanam in the action where yat sadhanam bhavati wherever there is a instrument in an action there is tritiya vibhakti. So that instrument is given in the tritiya vibhakti. That is the rule, the grammar rule. Why there is no answer for that tatra artha kimartham iti na prashna saknamah. Vyakaranasya niyamah asti. Astu उदाहरणं पठतु. उदाहरणं सः दण्डेन शूनकं ताडयति. ही बीट्स् द डॉग विथ द स्टिक्. अत्र साधनं किं? साधनं दण्डेन विथ द स्टिक् इन्स्ट्रुमेण्ट्. अस्तु, दण्डेन तत्र दण्डः इति साधनं धातु. दण्ड तु सः दण्डेन शुनकं ताडयति. अर्थं वदतु. He beats the dog with the stick. Stick. Uttam. Agree. Abhyasaha. Etai sadhanaihi bhavantaha kim? Etaihi sadhanaihi bhavantaha kim kartum shaknoti likhantu. Shaknuvanti. Shaknuvanti likhantu. By these instruments, what do you intend to do? Right. Yeah, what you are capable of doing, what can you capable. Do? What is Achha. Capable. Kartum. Shaknuvanti. Shaknu. Amvan. Udaharana. Eka nimisha. Etaihi sadhanaihi. Tatra vibhaktihi ka. Etaihi sadhanaihi. Tritiya vibhakti. उत्तमम् तृतीया पुंलिङ्गे अस्ति बहुवचनं पुंलिङ्गे अस्ति लिखन्तु पठतु उदाहरणं करवस्त्रं विजयमहोदय उत्तमान् करवस्त्रं सम्यक् उक्तवान् पठतु अहं करवस्त्रं मुखं मार्जयामि तत्र इदानीं करवस्त्रं नै भगिनि तत्र करवस्त्रम् इति दत्तमस्ति तृतीया विभक्तिः का करवस्त्रम् इति पदस्य करवस्त्रेण करवस्त्रेण अहं करवस्त्रेण मुखं मार्जयामि अर्थं वदतु ऐ वैप् मै फेस् वित् करवस्त्रम् अस्तु इद अत्र क्रियापदं किं मार्जयामि मार्ज अत्र साधनं किं साधनमस्ति करवस्त्रे करवस्त्र वस्त्रम् अत्र कर्ता कः कर्ता कः अहं कर्ता अस्मि कर्मपदं किम् कर्मपदम् आब्जेक्ट् मुखं अस्तु इदानीं किं करणीयं सर्वेषां कृते वदामि किं करणीयं तत्र गीतासोपानस्य पुस्तके अन्ते रूपाणि सन्ति दत्तानि सन्ति परिशिष्टम् इति तत्र लास्ट् सप्तनवतिः अधिकं शतं पुटं 197 आन् पेज् 197 इन् मै बुक् मम पुस्तके तु परिशिष्टमिति तत् उद्घाटन्तु कीप् देट् बुक् ओपन् डिसैड् विच् केटेगरी इट् फाल्स् इन्टु कुत्र विच् पेज् 197 ओके And then find out the tritiya vibhakti. Astu. Kavita bhagini karotu. The first one, kartri. Kartri. Kartri, kartri. Aham kagadam, kagadam, kagadam. Kagadam kartayami. So kartri tatra sadhanam asti. Kartri tatra sadhanam asti. तत्र साधनमस्ति अपि च तृतीया विभक्तौ वदनीयं कर्तरि कीदृशं पदं कर्तरि कर्तरि ईकारान्त कर्तरि ईकारान्त स्त्रीलिङ्गे स्त्रीलिङ्गे अस्ति इदानीं गीतासोपानस्य अन्ते यद् दत्तमस्ति तत्र अन्वेषणं करोतु ईकारान्त स्त्रीलिङ्गशब्दः कुत्र अस्ति ईकारान्त इकारान्त ईकारान्त गौरी गौरी गौरी इति दत्तमस्ति तत्र गौरी इति पदस्य तृतीया विभक्तिः एकवचनं किम् अस्ति गौर्या गौरया गौर्या गौरी गौर्या भवति तर्हि कर्तरी किं भवति कर्तर्या तर्हि कर्तर्या अहं कागदं कर्तयामि. कर्तर्या, कर्तरी इत्युक्ते किम् अर्थं वदतु. सो कर्तर्या अहं कागदं कर्तयामि अर्थं वदतु तत्र. ऐ कट् द कागदं पेपर् थ्रू बै सीज़र्स्. किमर्थम् ऐ टेल् यू, एक्स्प्लेन् टु यू. कर्तरी, कर्तरी कीदृशं पदम्? अन्ते किमस्ति? ईकारान्त अस्ति. ईकारान्त स्त्रीलिङ्गे भवति. So then you have to search for ikaranta strilinga shabda. Same pattern you have to use. You have to use tritiya vibhakti. Why? Because it is instrumental. Over here, the action of cutting is being done with the instrument of the scissors. Achha. Understood? Okay. So, aham kagadam kartayam. It's a full sentence. I am cutting the paper. With what are you cutting? I am cutting with the scissors. Whenever you are using an instrument for doing an action, that instrument should be in the tritiya vibhakti. Okay? But what will come, you said, then? Ikaranta siling gauri shabda haka. Ikaranta gauri shabda? What is the tritiya vibhakti? गौरीं द्वितीया विभक्तिः. गौर्या इस् तृतीया विभक्तिः. गौरी हे गौरी सम्बोधनं. डोण्ट् गेट् कन्फ्यूस् दट् इट् इस् द सेकेण्ड् विभक्ति. इट् इस् नाट् इन् दट् सेम् ओके. सो कर्तर्या गौर्या इट् विल् कम्. कर्तर्या ओके, लैक् दट्. अवगतम् या विजयकुमार् महोदय? अवगतं किं विजय थङ्की महोदय? अवगतं किल? अस्तु अस्तु. इदानीं कविता भगिनी एव अग्रे अग्रिमं करोतु. आं भगिनि, आं भगिनि. कुञ्चिका, कुञ्चिका. अहं तालम् उद्घाटयामि. कुञ्चिका इस् प्रातिपदिकम् आकारान्तस्त्रीलिङ्गशब्दः. उत्तमं. तर्हि तृतीया विभक्तिः का भवति? लैक् रमा इट् विल् बिकम् कुञ्चिकया. उत्तमं. कुञ्चिकया, कुञ्चिकया अहं तालम् उद्घाटयामि. अर्थं वदतु. ऐ ओपन् द लाक् वित् द की. तत्र अत्र अहं कुञ्चिकया तालम् उद्घाटयामि इति वक्तुं शक्यते. अपि च कुञ्चिकया अहं तालम् उद्घाटयामि अपि वक्तुं शक्यते. यु केन् For this reason, because the vibhakti, as soon as you see the vibhakti, you can put it anywhere. Aham talam udghatayami kunchikaya. That also you can tell. Agrimam karo to? Uttankana yantram. Uttankana yantram. Yantram. Yantram. Aham. यन्त्रम्. उट्टङ्कनयन्त्रम्. अहम् उट्टङ्कनं करोमि. इस् इट् टैपिङ्ग्? वाट् इस् द मीनिङ्ग्? हा, टैपिङ्ग्. अच्छा अच्छा. उट्टङ्कनम्. अहं काङ्ग्या. अहम् उट्टङ्कनं करोमि. ऐ डू टैपिङ्ग्. उट्टङ्कनम्. उट्टङ्कनयन्त्रम् इस् टैप्रैटर्. टैप्रैटर्. ओ, उट्टङ्कनयन्त्रं, टैप्रैटर्. So it is akarant, pratipadikam kim asti? Akarant pullinga shabda hai, is that so? Naiva, ammasti vanam, phalam, pushpam. Oh, so it is napumsakalinga. Akarant napumsakalinga asti. So uttankana yantra pratipadikam asti, akarant napumsakalinga. Tari kim bhavishyati? Athava kim bhavati? अकारान्त नपुंसकलिङ्गः. वारि, वारि वारि नैव नैव अकारान्त. अकारान्त, अकारान्त. वारि इति शब्द कुत्र कुत्र दृष्टवती वारि वारि कुत्र तत्र नैव भगिनी तत्र दोषः अस्ति ईकारान्त अस्ति ईकारान्त नपुंसकलिङ्ग वारि इति शब्दे अन्ते किम् अस्ति ईकारान्त अस्ति तत्र दोषः अस्ति टङ्कनस्य दोषः अस्ति टङ्कनस्य दोषः ईकारान्त अस्ति नैव अकारान्त अस्ति उट्टङ्कनयन्त्र अकारान्त नपुंसकलिङ्ग अकारान्त नपुंसकलिङ्ग उट्टङ्कनयन्त्रेण अहम् उट्टङ्कनं करोमि अस्तु धन्यवादः भगिनि विजयतङ्किमहोदय धन्यवादः विजयतङ्किमहोदय अग्रिमं करोतु आं भगिनि सीवनयन्त्रम् अहं सीवनयन्त्रेण अहं सीवनं करोमि उत्तमं वदतु अर्थं सीवनयन्त्रं स्यूइङ्ग् मशीन् ओके विथ स्यूइङ्ग् मशीन् ऐ एम् स्यूइङ्ग् अग्रिमं विमानम् अहं सञ्चारं करोमि विमानेन अहं सञ्चारं करोमि अर्थं वदतु ऐ ट्रावेल् बै विमान प्लेन् एरोप्लेन् उत्तमम् अग्रिमं करोतु सूक्ष्मदर्शकम् अहं सूक्ष्मवस्तूनि पश्यामि सूक्ष्मदर्शकेन केन न यतोहि तत्र शकारान्ते शकार श अस्ति तर्हि णत्वं न भवति दर्शने दर्शकेन सूक्ष्मदर्शकेन अहं सूक्ष्मवस्तूनि पश्यामि किम् अर्थम् अर्थः कः विथ् मैक्रोस्कोप् उत्तमम् ऐ एम् सीङ्ग् सूक्ष्मवस्तूनि मैक्रो एलिमेण्ट्स् वाट् शुड् ऐ से मैक्रोस्कोपिक् एलिमेण्ट् ओके उत्तमं अग्रिमं करोतु कङ्कतिका व्हाट शुड आई से कङ्कतिका इज कोम्ब कोम्ब ओके कङ्कतिका अहं केशप्रसाधनं करोमि कङ्कतिकायां अहं केशप्रधानं करोमि किमर्थं आकारान्त स्त्रीलिङ्गशब्दस्य तृतीया विभक्तिः का आकारान्त सो यू हैव टू सी रमा और माला आकारान्त आकारान्त स्त्रीलिङ्गशब्दः तत्र रमा अस्ति पश्यतु पेज् नम्बर् 197 रमा ओके कङ्कतिकया रमया कङ्कतिकया अहं केशप्रसाधनं करोमि कङ्कतियक्का कङ्कतिकया ओके कया धन्यवादः महोदय धन्यवादः विजयकुमार् महोदय आं भगिनि लोकयानाम् अहं प्राण प्र, प्रयाणं करोमि प्रयाणं करोमि लोकयानम् इति साधनं साधनम् अस्ति दट्स् वै अहं प्रयाणं करोमि ऐ ट्रावेल् इन् दि वैकल् परन्तु तृतीया विभक्तिः कः लोकयानेन लोकयानेन अहं प्रयाणं करोमि लोकयानम् इति पदस्य लिङ्गं किम् लोकयानं नपुंसकलिङ्ग उत्तमम् उत्तमम् अकारान्त नपुंसकलिङ्गशब्दः अग्रिमं करोतु दूरवाणी अहं सम्भाषणं करोति दूरवाणी अहं सम्भाषणं करोमि ऐ गिव् द स्पीच् इन् विभक्तिं परिवर्तयतु दूरवाणी तु साधनम् अस्ति इदानीं दूरवाण्याः नास्ति दूरवाण्या तावदेव दूरवाण्या अहं सम्भाषणं करोमि ऐ गिव् द स्पीच् इन् सम्भाषणम् इस् tell it's conversing using the telephone the mobile telephone okay duravani agrimam karot dvichakra kriya dvichakrika aham vidyalam chakrika evam dvichakrika dvichakrika aham vidyalam gachhami द्विचक्रिका अहं विद्यालयं गच्छामि द्विचक्रिकायाः किमर्थं द्विचक्रिकया अहं विद्यालयं गच्छामि विद्यालयं गच्छामि ऐ गो टु स्कूल् इन् बैसैकल् टु वीलर् नेक्स्ट् लेखनी लेखनी अहम् अक्षराणि लिखामि लेखनी इस् लेखन्या उत्तमं लेखन्या लेखन्या अहम् अक्षराणि लिखामि अर्थं वद With the pen, I write the words. Words. Or pencil, sentences. I think lekhani. Okay. Lekhani is pencil. I think it's pencil. Okay. Dhanyavadaha, Maude. Dhanyavadaha. Idani. Vishalakshi Bhagini, Karotu. Kurchaha. Aham chitrani likhami. What is kurchaha? Kurchaha is brush. Brush. Brush. Okay. Paint brush actually. Paint no. brush because chitrani is there. Then kurchaha no, means... I'll tell you how we'll do it. Kurchaha. Tatra lingam kim padasya kurchaha. It is pullinga. Pumlinga. अन्ते कूर्च इति प्रातिपदिकमस्ति अन्ते कः अस्ति वर्णः विच् इस् द आल्फबेट् अट् द एण्ड् कूर्चः च कूर्च कूर्चः अकारान्त पुंलिङ्गशब्द न अकारान्तपुंलिङ्गशब्द तत्र गीतासोपानस्य पुस्तके अन्वेषणं करोति कूर्चाः नैव इदानीम् अकार एकनिमिष भगिनी शृणोतु आदौ तत्र पुटे 197 पुटे मे पुटे कुत्र अस्ति अकारान्तः पुंलिङ्गः रामशब्दः अस्ति पश्यतु यस् इट् इस् देर् तत्र तृतीया विभक्तिः का? रामेण रामाभ्यां रामैः कूर्चेण. करेक्ट् करेक्ट् ऐ केम् टु नो कूर्चेण. तत्र कूर्चेन एव भवति यतोहि तत्र च तु रोधकः अस्ति, णत्वं न भवति. कूर्चेन सो अहं चित्राणि न शुड् बि देर् न बिग् न नो न ओन्लि कूर्चत्वं या च हेज् इस् डजन्ट् अलौ देट् न टु बिकम् न कूर्चेन. अस्तु अहं चित्राणि लिखामि. सो ऐ वदतु अर्थं वदतु इदानीम्. ऐ एक्चुलि इट् शुड् बि पेण्ट् अल्वा ब्रश्. येस् येस् येस् ऐ पेण्ट् द पिक्चर् वित् अ ब्रश्. उत्तमम्. अग्रे स्यूतः अहं वस्तूनि आनयामि. स्यूतः इतः बेग् स्यूतः इस् बेग् नौ स्यूतः लिङ्गं किं स्यूतः इति पदस्य? स्यूतः आल्सो इस् पुल्लिङ्ग् शब्द ओन्लि न. उत्तमम्. अन्ते किम् अस्ति नपुंसकस्य? अन्ते नैव नैव तः तः तर्हि स्यूतः तः अन्ते अह द विसर्गः निष्कासयतु. टेक् औट् द विसर्गः बिकास् देट् कम्स् इन् द प्रथमपुरुषे. प्रातिपदिकं स्यूत सुत. अन्ते किम् अस्ति? त स्यूत. अन्ते किम् अस्ति? अन्ते किम् अस्ति? अन्ते वर्णः. अन्ते मीन्स् देट् एट् द एण्ड्. वाट् इस् द वर्णः? इट् एण्ड्स् वित् ओलया. आनयामि भगिनी. स्यूत स्यूतः इति साधनं. अकारान्त न? हा अकारान्त. लिङ्गं किं? लिङ्ग पुल्लिङ्गशब्द. अकारान्त पुल्लिङ्गशब्दस्य तृतीया विभक्तिः किम्? तृतीया विभक्ति सूतेन. सूतेन न सूतेन स्यूतेन क्षम्यतां स्यूतेन स्यूतेन ओके. अहं स्यूतेन वस्तूनि आनयामि. ऐ ब्रिङ्ग् थिङ्ग्स् इन् अ बेग्. येस् वित् अ बेग्. सो वित् इन् अ बेग् बट् द इन्स्ट्रुमेण्ट् इस् अ बेग्. द इन्स्ट्रुमेण्ट् फार् ब्रिङ्गिङ्ग् इस् अ बेग्. उत्तमम्. अग्रे तुला अहं वस्तूनि तोलयामि. तुला मीन्स् टु वे. आकारान्त तुला इस् द मशीन् ए वाज वेइंग मशीन. तुला इज द वेइंग मशीन. तोलयामि इज द एक्शन ऑफ वेइंग. ओके हां नाउ आकारांत. आकारांत लिंग. आकारांत स्त्रीलिंग. स्त्रीलिंग शब्दः. आकारांत स्त्री. हां करेक्ट करेक्ट. आकारांत स्त्रीलिंग शब्दस्य तृतीया विभक्तिः का? तत्र पश्यतु पेज नंबर 197 एग्जांपल. अहम् वस्तूनि तुलाया. तुलाया किमर्थं? रमा तु रमया अस्ति, तर्हि तुला तुलया अस्ति. तुलया तुलया तुलया तोलयामि. तुलया तोलयामि. अर्थः कः वाक्यस्य? ऐ वे थिङ्ग्स् वित् द वेयिङ्ग् मशीन्. उत्तमम्. अग्रे अग्रिमं करोतु. दन्तकूर्चः अहं दन्तधावनं करोमि. विद् ऐ ब्रश् मै टीत् विद् द ब्रश्. टूत् ब्रश् कूर्चः. टूत् ब्रश् टूत् ब्रश् दन्तकूचः. दिस् इस् अकारान्त पुल्लिङ्गशब्द न कूर्च. सो तृतीया इस् कूर्चेन अहं दन्तधावनं दन्तकूर्चेन करोमि. अर्थः कः वाक्यस्य? ऐ ब्रश् मै टीत् वित् अ टूत् ब्रश्. अस्तु इदानीम् अवगतं किल? यू हेव् अण्डर्स्टुड् रैट् हौ टु डु इट्? या या साधनं द्रष्टव्यं साधनं द्रष्टव्यं, कीदृशं पदम् इति द्रष्टव्यम्, अपि च नियमं तत्र स्थापयम् स्थापनीयम्. यस् अस्तु, स्थापनीयम्. धन्यवादः भगिनि. कविता भगिनी पठ. धन्यवादः. समयः तु अस्ति. भावसूचकानां भावसूचकानां शब्दानाम् अपि तृतीया भवति. अर्थः कः? उदाहरणं बालकः सन्तोषेण क्रीडितुं गतवान्. क्रीडितुं गतवान् द किड्स् हेपिलि. किड्स् किमर्थम्? एकवचने अस्ति वा बहुवचने अस्ति? बालकः एक किड्, द चैल्ड् वेण्ट् टु प्ले हेपिलि. Happily. So, with happiness, if you want with to happiness. Translate it, with happiness. Astu, agree. Abhyasaha, vakyasya ante datasya shabdasya tritiya vibhaktya rupena riktasthana ni purayanta. Samyak pathatu bagini. Tritiya vibhaktyanta rupena. तृतीया विभक्त्यन्तरूपेण रिक्तस्थानानि पूरयत. पूरयत वाक्यस्य अन्ते दत्तस्य शब्दस्य, द वर्ड्स् देट् आर् गिवन् एट् द एण्ड् आफ् द सेण्टेन्स् तृतीया विभक्ति आर् तृतीया विभक्तिरूपास् फिलप् तृतीया रिक्तस्थानान् वित् तृतीया विभक्ति रूपेण ब्राकेट् सः कृषि करोति स्म. सः परिश्रमः सः परिश्रमेण कृषिं करोति स्मः. हि वर्क्स् हार्ड्, हि टाय्ल्स् हार्ड् कृषिं, फार्मिङ्ग्. कृषिं इस् फार्मिङ्ग्. सो हि डस् फार्मिङ्ग् वित् लाट् आफ् एफर्ट्, हार्ड् वर्क् वित् एफर्ट्, वित् हार्ड् वर्क् वित् एफर्ट् हि डस् फार्मिङ्ग्. अस्तु, तत्र कृषिम् इति, कृषिम् इति पदस्य विभक्तिः का? द्वितीया विभक्तिः. उत्तमम्. अस्तु, अग्रिमं करोतु इदानीं. माता बालकं ताडितवती क्रोधेन. माता क्रोधेन बालकं ताडितवती. द मदर् बीट् द चैल्ड् वित् एङ्गर्. क्रोधः तु भावसूचकशब्दः अस्ति, तदर्थं क्रोधेन इति वदनीयम्. अस्तु, अग्रिमम्. निर्धनधनं सम्पादयति कष्टं. निर्धनकष्टेन धनं सम्पादयति. द पुअर् मेन् अर्न्स् वित् लेबर् कष्टं, डिफिकल्टि. कष्टं, तत्र कष्टमिति शब्दस्य लिङ्गं किम्? कष्ट अकारान्त पुल्लिङ्गशब्दः. पुंलिङ्गम् अस्ति किं? पुंलिङ्गशब्दः अस्ति किं? लिङ्गं वनं. किमर्थं वनं? पुष्पं, फलं, सोयं. नपुंसकलिङ्गः. नपुंसकलिङ्गमस्ति. अकारान्त नपुंसकलिङ्गशब्दः. अस्तु, धन्यवादः धन्यवादः भगिनि. विजय थङ्की महोदय, करोतु अग्रिमम्. आं भगिनि, व्याघ्रं दृष्ट्वा पान्थः कम्पते स्म. व्याघ्रं दृष्ट्वा पान्थः भयेन कम्पते स्म. अर्थं वदतु. व्याघ्रं मीन्स् शिकारी. After saying tiger, panthah. उत्तमं. पान्थः इस् द ट्रावेलर. कम्पते जो चलता है वो तिष्ठतु कृपया. Used to shiver with fright. Okay. Or shivers with fright, like that you can say. Okay. Astu. Agrimam karotu. Marana varta srutva sa dukkhena rodanam krutavati. That story, marana varta, what is it? After listening. News. After hearing the news of the death. Okay. After hearing news of the death, she cries with... Cried with grief. Okay. धन्यवादः महोदय, धन्यवादः. तत्र विशालाक्षी भगिनी करोतु अग्रिमम्. विशालाक्षी भगिनी अस्ति किम्? या. देन् वाट् श्रुत्वा सा दुःखेन न इट् विल् कम् दुःखेन या दुःखेन दुःखेन अच्छा रोदनं कृतवती. या भवान् यत् करोति तत् डेश् करोतु आनन्दः आनन्देन भवान् यत् करोति तत् आनन्देन करोतु. Dash, kimapi karyam na, whatever you do, do with the happiness. Uttamam. Agrimam. Dash, kimapi karyam ma karotu. Twara. Twara means in a hurry. Okay. Akaranta, no? Akaranta, trilinga padam. स्त्रीलिङ्गशब्द डेश् किमपि कार्यं मा करोतु. त्वरया किमपि कार्यं मा करोतु मीन्स् अर्थः कः? वाट् इस् किमपि कार्यं मा करोतु. I do it in a hurry. Don't do. Ma karotu means don't do. Ma. With lot lakara always ma. Ma karotu. Okay. Saha adhikari sada api. Ek nimisha bagini. So what is the meaning of the sentence? Satra artha kaha. Varaya kimapi karyam ma karo. Don't do any work in a hurry. उत्तमं, धन्यवादः भगिनी, धन्यवादः, धन्यवादः विजयकुमार महोदय, विजयकुमार महोदय शीघ्रं। आम् भगिनि, सः अधिकारी सदा अपि व्यवहरति सः अधिकारी सदा अपि रुक्षतया उत्तमं व्यवहरति। द आफीसर् एव्री टैम् ही इस् कॉल्ड और नो नो व्यवहरति मीन्स् ही ऑलवेज बिहेव्स लिटिल अनॉयिंग ओके without politeness agency. Okay, behavior without behavior is with rude, I think. Okay, satyam rukshataya uttamam agrimam karotu. Bahuh rakshakaah bhavantah bhavanam rakshantu. Bahuh rakshakaah भवन्तः भवनं रक्षन्तु। भोः जाग रक्षकाः भवन्तः जागरूकतायाः मा करोतु, ए डोण्ट् डू लैक् दट् लैक् दट् भोः भोः रक्षकाः, भोः रक्षका मीन्स् इस् कालिङ्ग् औट् टु आल् दोस् पोलीस्मेन्, भोः रक्षकाः भवनं जागरूकतया रक्ष, दट् मीन्स् डू इट् वित् अलर्ट्नेस्। अस्तु अग्रे अग्रे यत् अस्ति तत् गृहकार्यरूपेण कुर्वन्तु यथाशक्ति, यथाशक्ति कुर्वन्तु कुर्वन्तु अस्तु, भवान् एव वदतु शान्तिमन्त्रं। इच्छति तत्र प्रस्तुतिः स्थापनीया किं स्थापनीया किम् ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः, हरि ओम्। धन्यवादः धन्यवादः धन्यवादः धन्यवादः।